पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 2 सूत उवाच शृणुषौ नगवक्ष्यामि चान्यधर्मं पुरातनं व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनं जैमिनिरुवाच कर्मणा हि गुरोकेन मन्दिरं जगदीपदेः यादि तत्कथयस्वाद्य नरः पापी च मे प्रभो व्यास उवाच श्रीकृष्णमन्दिरे यो वै लेपनं कुरुते नरः सर्वपापविनिर्मुक्तश्रान्तो यादि हरेर्गृहं यश्चाम्बुलेपनं कुर्यात् सङ्क्षेपाच्छृणुजैमिने तस्य पुण्यमहं वच्मि मन्दिरे जगदीपदेः तत्र यावन्ति पश्यन्ति रजांसि च द्विजोत्तम तावत् कल्पसहस्राणि स वस्येद्विष्णुमन्दिरे पुरासीद्दण्डको नाम्ना चौरो लोकभयप्रदः ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंज्ञके असत्यभाषी क्रूरश्च परस्त्रीगमने रदः गोमांसाशी सुरापाश्च पाखण्डजनसङ्गभाक् वृत्तिच्छेदी द्विजादीनां न्यासापहारकस्तथा शरणागतहन्ता च वेश्या विभ्रमलोलुपः एकदा सद्विजश्रेष्ठ कस्यचिद्विष्णुमन्दिरं जगामहरणार्थाय विष्णोर्द्रव्यं समूढधीः अधद्वारि प्रविश्या स वङ्घ्रिकर्दमसंयुधः प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च तेनैव कर्मणा भूमिर्निम्नरिक्ता बभूवः लोहस्य च शलाकाभ्यां मुत्काट्यत्वररं मुदा प्रविवेश हरेर्गेहं विधानवरशोभितं रत्नकाञ्चनदीपाढ्यं परिध्वस्तमहत्तमम् नानापुष्पसुगन्धाढ्यं नानापात्रसमाकुलं सुवासितस्य तैलस्य गन्धेन परिपूरितम् अनेन हारकेणाथ पर्यङ्गे सुमनोहरे शायितो राधया सार्धं दृष्टपीताम्बरोच्युतः प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा नेष्याम्यधन नेष्यामि अनेन किं भवेन्मम सेवां कर्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः पादयित्वां शुकं भूमौ कौशेयं कमलापदेः बबन्ध वस्तुजातं च पाणौ कृत्वा सकम्पितः विष्णो मायापदेश्चाध तानि सर्वाणि जैमिने कृत्वा शब्दं सुखोरं च पदितान्यथ तानि वै परित्यज्य सुनिद्रां च धावन्त इति किन्वहो आगदा बहुशो लोकाश्चोरोद्रव्यं जवेन च त्यक्त्वा धनं च चौरोऽपि त्रस्तः किञ्चिज्जगामः दंसिद्धः कालसर्पेण मृतोऽसौ गदकिल्बिषः यमाज्ञया तस्य दूता पाशमुद्गरपाणयः आगतास्तं समानेदुं दंष्ट्रिणश्चर्मवाससः बबन्धुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना दृष्ट्वा तं शमनक्रुद्धः पप्रच्च सचिवं प्रति यम उवाच अनेन किं कृतं कर्म पापं वा पुण्यमेव वा समूलं वदहे प्राज्ञ चित्रगुप्तममाग्रदः चित्रगुप्त उवाच सृष्टानि यानि पापानि विधात्रा पृथिवीतले कृतान्यनेन मूढेन सत्यमेदन्मयोदितम् किं त्वा कर्णयलोकेश सुकृतं चास्य वर्तते मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत् धर्मराज उवाच किं पुण्यं वर्तते मात्य वद सारं ममान्तिके श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः कृत्वा हस्ताञ्जलिं प्राह चात्मनस्वामिने द्विज चित्रगुप्त उवाच हरणार्थं हरेर्द्रव्यं गतोऽसौ पापिनां वरः प्रोच्छिद्ध कर्दमो राजन् पादयोर्द्वारदो हरेः बभूव लिप्ता सा भूमिर्बिलच्छिद्रविवर्जिता तेन पुण्यप्रभावेण निर्गतं पादकं महद वैकुण्ठं प्रति योग्योऽसौ निर्गतस्तव दण्डतः व्यास उवाच श्रुत्वा स वचनं तस्य पीठं कनकनिर्मितं ददौ तस्मै चोपविष्टस्तत्र पूज्योऽयमेन सह न नाम शिरसा तं वै प्रोवाच विनयान्विदः यम उवाच पवित्रं मन्दिरं मेद्य पादयोस्तद्धिरेणुभिः कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः इदानीं गच्छ भो साधो हरेर्मन्दिरमुत्तमं नानाभोगसमायुक्तं जन्ममृत्युनिवारणं व्यास उवाच इत्युक्त्वा धर्मराजोऽसौ स्यन्दने स्वर्णनिर्मिते राजहंसयुधे दिव्ये तमारोप्य गदैनस्सं समस्तसुखदं स्थानं प्रेषयामास चक्रिणः एवं प्रविष्टो वैकुण्ठे तत्र तस्थौ सुखं चिरं लेपनं ये प्रकुर्वन्ति भक्त्यादु हरिमन्दिरम् तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः कोटिजन्मार्जितं पापं नश्यत्येव न संशयः इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे हरिमन्दिरलेपनमाहात्म्यं नाम द्वितीयोऽध्यायः ॐ